किमपि उक्तवती किं भगिनि? अहं पृष्टवती कदा सा कारके वर्गे आगच्छति? कारकवर्गम् अग्रे गत्वा आगमिष्यति भगिनि. अस्माकं चिन्तनं सर्वं समाप्य तस्याः वर्गः अनुवर्तते. अस्तु, आरभामहे तर्हि. नमस्कारः. आशीर्लिङ्ग् परस्मे पदे इति करपत्रमस्ति अस्माकम् अनुवर्तते. तर्हि गते सप्ताहे वयं प्रारब्धवन्तः किं किं दृष्टवन्तः इति एकवारं पुनस्मरणं कृत्वा. अस्तु, सूत्रं किम् इति वदति किं वदन्ति किम् अरुणा भगिनी वदति किं भगिनि? अरुणा भगिनी नाय्सि भगिनि. किञ्चित् ध्वनिः अस्ति भगिनि भवत्याः अरुणा भगिन्याः. हेड्सेट् धरति चेत् साधु अस्ति भगिनि. साधु अस्ति. आं भगिनि, वदति किं भगिनि? आशीर्लिङ्ग् इति विधायकं सूत्रम् आशिषि लिङ्ग् लोटौ इति सूत्रेण प्रयोक्तुं शक्यते. अस्तु, तर्हि आशीर्लिङ्गे किम् अस्ति? अस्तु, आशीर्लिङ्ग् आर्धधातुकसंज्ञा केन सूत्रेण प्राप्नोति? लिङ्ग् आशिषि इति सूत्रेण साक्षात् आर्धधातुकत्वं विधीयते पाणिनिना. अस्तु भगिनि, तर्हि अग्रे यत्र आर्धधातुकप्रत्यये परे यत्र वयं पश्यामः अस्माकं सोपानानि सन्ति खलु भगिनि, वदति किं भगिनि सरला भगिनि? पञ्च उपाङ्गास्ति इति महोदय उक्तवान्. प्रथमं प्रत्यय आदेशः, तदनन्तरं अतिदेशः इडागमः, तदनन्तरं द्वित्वम्. एकैकं सोपानेन वक्तव्यं, किमर्थम् इत्युक्ते तस्मात् पूर्वं धातु आदेशः पूर्वं भवति खलु. पुनः एकवारं सरला भगिनी वदति, तदनन्तरं वयम् अग्रे वयं सर्वे स्मरामः. तत् तादृशक्रमेण एव अस्माभिः अपि कर्तव्यानि सोपानं वर्तते तदर्थं. किमर्थम् इत्युक्ते इदागमः तु सर्वत्र न भवति, यत्र धातुः सेत् अस्ति सेत् अस्ति अनन्तरं प्रत्ययः अपि सेत् अस्ति चेदेव इडागमः भवति, सर्वत्र इडागमः न भवति खलु. तर्हि धातु आदेशं समाप्य एव अनन्तरम् इडागमः चिन्तनप्रायः स्यात् इति मम विचारः. भगिनी वदति किं भगिनि? अस्तु, प्रत्यय आदेश यथा लिङ्लकारे यासूट् यासूट् इति प्रत्यय आगच्छति. यासूट् परस्मैपदी परस्मैपदीषु धातु इति धातु आदेश, तदनन्तरं हस्ते भू अस् प्रत्यय आदेशः, द्वितीयं धातु आदेशः खलु. या तृतीय इडागमस्य चिन्तनम् अस्माकं लिङ्ग् पञ्चम उपाङ्गानि प्रथमं वदामि. चतुर्थमस्ति अतिदेशस्वभावः भवति, पञ्चमम् अस्ति द्वितीय द्वित्वाभ्यासकार्यम्. आशीलिङ्गि प्रत्यादेशः भवति, यासूटनेन अपि कित् आशीषनेन कित्वं भवति, प्रत्यादेशः अस्ति. धातु आदेश यथा अस्ति भूधातु या चङ्क्षि क्याच् इति एते धातु आदेश सन्ति. अतिदेश इटागमस्य चिन्तनं न भवति, कारणं तु यत् या यासूट् अस्ति यत् प्रत्यय प्रस्वल्लादि नास्ति, अतः इडागमस्य चिन्तनं न आगच्छति अत्र. अतिदेशं भवति किदाशीष इति सूत्रमस्ति यत् कित्वत् अतिदेशं आरोप्यते तत्र यासूटनेन ङित्वत् अस्ति, किन्तु अतिदेश किदाशीषनेन कित्वत् भवति. द्वित्वस्य अभ्यासकार्यं अत्र नास्ति आशीर्लिङ्गे ना, कार्यं त्रयः भवन्ति कार्याः, प्रत्यादेश, धातु आदेश, अचिदेश स्वभावः अस्ति. तर्हि सोपानेन उक्तवती कथं प्रथमम् आसीत् प्रत्यादेशः, तदनन्तरं धातु आदेशः, तदनन्तरम् अतिदेशः, अनन्तरम् इडागमः चिन्तनं खलु. तृतीयम् इडागमचिन्तनं वा आसीत् वा चतुर्थम् इडागमः वा? महोदय इडागम प्रथमम् उक्तवान्, किन्तु तृतीयसोपानम् इडागमः, तदनन्तरं चतुर्थम् अतिदेशः खलु. पञ्चम कार्यं नास्ति वा? अङ्गकार्यं नास्ति वा? तदनन्तरम् अङ्गकार्यं सर्वाणि भवन्ति. धन्यवादः भगिनि. अत्र रामप्रिया भगिनी भगिनी प्रत्य इडागम अतिदेश सर्वे अङ्गानि कार्याणि सन्ति साधु. इडागम अङ्गकार्यं नास्ति खलु भगिनि? प्रत्ययस्य एव स्वभावं वयं भिन्न परिवर्तनं परिवर्तयामः. द्विध्वकार्यं तु अङ्गकार्यं वर्तते निश्चयेन, किन्तु अन्यत् सर्वम् अङ्गकार्यं नास्ति. किन्तु यत्र वयम् एतावत् वयं कृत्वा तदनन्तरं वयम् अङ्गकार्यं कुर्मः. एतत्तु प्रथमं किम् अस्ति, अङ्गकार्यात् पूर्वं यत् सोपानानि सन्ति, यानि सोपानानि सन्ति तानि वर्तन्ते. रामप्रिया भगिनी वदति किं भगिनि अत्र अत्र किदाशिषि इत्यनेन कित्वं किमर्थम् आरोपयामः? अत्र यासुट् परस्मैपदेषु धातो निच्च इत्यनेन नित्वं विधीयते खलु, तेन एव नित्वेन एव गुणकार्यं निषिद्धं भवति खलु. तर्हि पुनः किदाशिषि इत्यनेन कित्वं किमर्थम् इति अस्तु. तत्र यास्मूत् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण नित्वम् आरोपितं भवति. अनन्तरम् अग्रिमसूत्रमेव किदाशिषि इति, तेन तु यद् यासूत् इदानीम् आगमः अस्ति तस्य कित्वम् आरोपितम् अतिदेशसूत्रम् इति कारणात् तत्र कित्वम् आरोपितं. तत्र किमर्थम् इत्युक्ते तस्य प्रयोजनम् आसीत् किल. कारणेन तत्र वचिस्वपि अजादीनां किति इति सूत्रं सूत्रेण सम्प्रसारणकार्यं भवति. तत्तु कित् प्रत्ययः परः अस्ति चेदेव तस्य कार्यं भवति. यद् अस्माकं किं एतत् सूत्रं किदाशिषि इति सूत्रेण तद् कित्वम् इदानीं प्राप्तं, तेन तस्य सम्प्रसारणकार्यं भवति इति एकम्. अनन्तरं जागृविच्छिन्नल् निस्सु, तत्र तु गुणः भवति न तु यत्र किन्नित्त तत्र जागृ न भवति गुण नित् अस्ति चेत् गुणः न भवति, निषिद्धं भवति, गुणनिषिद्धं भवति जागृविच्छिन्नल् निस्सु. किन्तु तथा नास्ति, अस्माकं तु इष्टरूपम् अस्ति यत्र गुणः भवतु इति, आशीर्लिङ्गे गुणः भवतु इति कृत्वा नित्वं कित्वम् आरोपयामः इति कृत्वा विषयद्वयं वर्तते. भगिनी एकः प्रश्नः, प्रयोजनद्वयं किल, पतिष्वपि अजादीनां किति इत्यनेन सम्प्रसारणम्, अनन्तरं जागृविच्छिन्नल् नित्सु इत्यनेन गुणः भवतु इति. समीचीनं भगिनि, धन्यवादः. किम् आसीत् भगिनि? भगिनि एकः प्रश्नः अस्ति, तत् जागृ विच्छिन्न विच्छिन्नलित्सु इति सूत्रं, यत् जागृधातो गुणः भवति विच्छिन्न तेषां प्रत्ययानां परिदासे मीन्स् तेषां भिन्नप्रत्याये सन्ति तेषां प्रति गुणः भवति. किन्तु विहाय किन्तु अत्र दत्तमस्ति, लिखितमस्ति यत् चिन् लुङ् लकारचलन् इति लित् लकारस्य इत्यनेन इत्सम्यक् भवति. इदानीमपि चिन् लन् इति विषये वृद्धिः इदानीमपि भवति. तत्र चिन् लन् विषये वृद्धिः कथं न बाधितं भवति? गुणकार्यं निषिद्धम् इति एव अस्ति खलु भगिनि? प्रथममस्ति मित् इति अस्ति चेत्, यदि यासुट् अस्ति चेत् नित् प्रथमेपदेषु धातुः निश्चेति नित् भवति. नित् अस्ति चेत् गुणकार्यं निषिद्धं, किन्तु वयं तद् नश्यामः इति कृत्वा वयं कित्त्वम् आरोपयामः प्रत्ययस्य इति कृत्वा जागर अविच्छिन्नं नित् इत्यस्य प्रसक्तिः नास्ति, प्राप्तिः न भवति. इत्युक्ते प्राप्तिः भवति, गुणकार्यं भवति. किमर्थम् इत्युक्ते नित् नास्ति इति कृत्वा गुणकार्यं भवति, जागृधातुः गुणः भवति. अत्र लिखितम् अस्ति, तत्तु साक्षात् अस्ति खलु. नित् अस्ति चेत् गुणनिषेधः भवति इति सत्यम्. यत्र विधिलिङ्गि तु नित्वम् अस्ति इति कृत्वा तत्र गुणनिषेधः भवति. अनन्तरं चिण् नल् इति तु नित् अस्ति खलु, तत्र अग्रे अग्रिमवाक्यं महोदयेन दत्तम् अस्ति. अहं यदि किति निति परे अस्ति तत् गुणः अपि निषेधं करोति, अपि वृद्धिः अपि निषेधं भवति वृद्धिनिषेधः भवति चेत्. किन्तु अत्र केवलं गुण निषेधं लिखितमस्ति, न तु अत्र तु विशिष्टकार्यमस्ति खलु, जागर अविच्छिन्नम् इति यद्यपि कित् अस्ति इति चेत् वृद्धिकार्यमपि गुणकं वा वृद्धिकार्यं वा निषिद्धं भवति, किन्तु विशिष्टसूत्रम् अस्ति. यदि कार्यं न भवति चेत् गुणकार्यं न भवति चेत् निरवकाशं भवति खलु. मम अवगमनम् अस्ति, अहं चिन्तयामि किञ्चिदिति परे वृद्धिः अपि बाधितं भवति, किन्तु अत्र केवलं गुणबाधितं भवति, किन्तु वृद्धिः न बाधितं भवति. जागरगुणः इति अस्ति खलु, गुणः इति निरेर्गुणः इत्यस्मात् अनुवृत्तिः आगच्छति. केवलं गुणं बाधितं भवति यत्र वा नीत्वा अस्ति चेत् स्पष्टं कर्तुं सम्यक् अस्ति भगिनि. प्रश्नः समीचीनः प्रश्नः. गते सप्ताहे अस्माभिः चिन्तितं न चिन्तितमासीत्. अग्रे करोम. अस्तु तर्हि अस्माकं तु यत् किम् अस्ति सामान्य, तर्हि किं चतुर्षु भागेषु विभक्तः इति उक्तमासीत्, सामान्यजन्त हलन्तदातवः, अनन्तरं सम्प्रसारणीदातवः, अनिर्दातवः, अनन्तरं चुरादिगणीदातवः, प्रेरणार्थनिजन्तदातवः, द्वयोः अपि समानकार्यम् इति कृत्वा अग्रे चतुर्थं सोपानं. प्रथमसामान्य अजन्तदातवः इत्यस्मिन् वयं गते सप्ताहे आकारान्तः एजन्ताः इति दृष्टवन्तः. तर्हि सामान्य एजन्ताः अपि आकारान्तत्वं प्राप्नुवन्ति केन सूत्रेण? आदेशोपदेशे अशीति इति सूत्रेण. अनन्तरं विशिष्ट कानिचन आकारान्तदातवः सन्ति येषां किञ्चित् कार्यं भिन्नं भवति खलु, तत्र एर्लिङ्गि इति सूत्रेण. तस्मिन् विषये वदति किं भगिनि? अत्र हिमा भगिनी वदति किं भगिनि? आं भगिनि, प्रयत्नं करिष्यामि, यावत् शक्यते तावत् वदामि. अत्र सामान्यतया आकारान्तानां धातूनाम् आदेशोपदेशेशिति इति अत्वं विधीयते, परन्तु अत्र एजन्तानाम् अत्वं भवति, आकारान्तानां तु आकारः. प्रमादेन जातं भगिनि, अत्र प्रमाणेन भवति, अत्र अनेन सूत्रेण खलु आकारान्तानाम् एकं प्राप्नोति. सामान्यसूत्रमस्ति आदेशोपदेशिति, यत्र एजन्तानाम् आत्वं विधीयते. अत्र तु अस्माकं पूर्वं पठितसूत्रमासीत्, अनेन तत्र ईत्वं विधीयते घुमास्था गापात् जहाति साम्हलि इति, येन तत्र परिगणितधातूनां घू इति घूसंज्ञकधातूनां षड्धातवः अपि च अन्ये अपि षड्धातवः अत्र उल्लिखितमस्ति, तेषां सर्वेषां हलिपरे ईत्वं विधीयते इति. परन्तु यदि एतेषाम् एव आर्धधातुके आशीर्लिङ्ग् विषये किति परे तत्र ईत्वं विधीयते इति एर्लिङ्गिसूत्रं वदति. तर्हि एर्लिङ्गिसूत्रम् अत्र अनुवृत्तिसहितसूत्रम् एकवारं पठामि. गुमास्था गापा जहातिसाम् अङ्गस्य एहे आर्धधातुके किति लिङ्गि इति. तर्हि एतेषां धातूनाम् अङ्गस्य सर्वे अत्र आकारान्तः सन्ति, ते एकारान्तः भवति अङ्गस्य एः, तर्हि प्रथमम् ईत्वं विधीयते किल भगिनि, तदनन्तरमेव एः अङ्गस्य एः इत्येव उक्तं एः इत्युक्ते तत्र इकारस्य एः इति भवति किल, तदर्थम् एकारस्य एः इति षष्टिविभक्तिरूपम् ई अस्ति, एकारस्य एव एः वा षष्टि? आम् आं सत्यं भगिनि तथा अस्ति खलु, एत्वम् इति खलु, सामान्यतया वयम् इकारः अस्ति चेत् किं रूपं प्राप्नुवन्ति? हरि इत्युक्ते हरेः भवति, परन्तु एकारस्य कः शब्दः अस्ति? हरिः इत्यस्य हरेः भवति, किन्तु केवलम् इकारः अस्ति चेत् अपि तत्र एः इति भवति किल, तर्हि प्रथमम् इकारः अत्र षष्टिविभक्ति चेत् एव इकारस्य षष्टिविभक्ति एः अस्ति खलु, अत्र षष्टिविभक्तेः आवश्यकता नास्ति खलु, प्रथमाविभक्तिरूपम् अस्ति खलु एः इति, प्रथमा विभक्तिः अस्ति खलु, एः इत्यस्य विभक्तिः का इति द्रष्टव्या खलु, यदि षष्टिविभक्ति आसीत् चेत् तर्हि इकारान्त प्रथमाविभक्ति इकारः अस्ति इति कृत्वा वयम् इकारान्तत्वम् इति सत्यम् अङ्गस्य इति षष्टि अस्ति, तादृश अङ्गस्य प्रथमाविभक्ति एः एत्वं विधीयते इति निमित्तानि सन्ति तत्र आर्धधातुकप्रत्यये परे, अस्माकं प्रसङ्गं तु प्रसङ्गः तु अत्र आशीर्लिङ्गि इति, अतः लिङ्ग् आशीर्लिङ्गि अपि च किति प्रत्यये परे एव, तर्हि आर्धधातुके लिङ्गि इत्युक्ते आशीर्लिङ्गि इति एव अर्थः, किमर्थमित्युक्ते नित्यलिङ्ग् अस्ति वैद्युलिङ्ग्, अत्र तु कित्वम् आरोपितं किदाशिषि इत्यनेन कित्वम् आरोपितं भवति चेत् किति लिङ्गि इत्युक्ते आर्धधातुकिलिङ्गि इत्युक्ते आशीर्लिङ्गि इति, केवलम् आशीर्लिङ्गि इति, सत्यं सत्यम्, अनन्तरं घूमास्तापा तस्मिन् अपि विषये, तर्हि तत्र घूमास्ता गापा जहाति साम्भरि अत्र सन्ति, अपि च मा स्था गा पा जहाति इत्यत्र ओहाक् धातोः हा इति उक्तं, तदनन्तरं जहाति साम् इति अस्ति, तत्र धातुः शो इति वर्तते, धात्वादेः शहसः इति कृत्वा तत्र सकारः आगच्छति, अतः तादृश बहुवचने साम् इति उक्तम्, एतेषां सर्वेषाम् आकारस्य स्थाने ईत्वं विधीयते, निमित्तमस्ति हलिपदे इति, अनुवृत्तिसहितसूत्रमस्ति भूमास्ता गापा जहाति साम् आतः अङ्गस्य ईत् हलि ङिति आर्धधातुके इति, तर्हि एतेषां सर्वेषां तु आकारान्तः अस्ति, अङ्गस्य आकारान्तः ईत्वं विद्यते ईत् इति प्रथमा अस्ति, हरि सप्तमी अस्ति, अपि च किङिति आर्धधातुके अपि सप्तमी अस्ति, तर्हि तत्र हलि आशीर्लिङ्गि इति स्वीकुर्मः वा भगिनि? न न सर्वत्र भवति, गुमास्ता इति सामान्यसूत्रमस्ति, तद् प्रभागे एर्लिङ्गि इति आगच्छति खलु, तत् प्रथमं स्थापनीयम् इति विवक्षा नास्ति, गुमास्ता इत्यस्य विवक्षा अधुना नास्ति अस्माकं, नास्ति प्रभागे एर्लिङ्गि इति आगच्छति तावदेव, सत्यं भवति स्म तद् प्रभागे एर्लिङ्गि इत्यनेन एकं भवति, प्रथमसूत्रमस्ति किन्तु गुमास्तस्य अनुवृत्तिः अस्ति, कारणकि सर्वे ये धातव उक्ता सन्ति तस्मिन् सूत्रे तेषां ग्रहणं भवति, प्रथमं सूत्रमस्ति एर्लिङ्गि अनन्तरम् अस्ति, अतः तस्य अनुवर्तनम् अत्र अपि जातम् इति भ्रमः मास्तु, किमर्थम् इत्युक्ते अत्र ईकारान्तत्वं प्राप्नोति इति कृत्वा अस्माकं मनसि ई इति कुतः कुतश्चित् आगच्छति ईकारान्तरं, तथा नास्ति, अत्र तु एकारः अस्ति खलु, आस्तुलिङ्गि तु एकारः अस्ति, तत् प्रभाद्य ईकारं प्रभाद्य एकारं प्राप्नोति ऐलिङ्गि, तर्हि सामान्यतया यदि दा इति धातुं स्वीकुर्मः गोसंज्ञकधातु, तत्र भावकर्मणोः इति सार्वधातुके यक् इति यक् प्रत्ययः विद्यते, यक् प्रत्ययः तु आर्धधातुकप्रत्ययः, अपि च कित् अपि अस्ति, यकारः हलादिवर्णः इति हविपरे इति स्वीकुर्मश्चेत् तत्र भूमास्ता गापा जहाति सां हलि अनेन सूत्रेण तत्र आत्व आकारस्य ईत्वं विधीयते, अतः दा इत्यत्र दी इति भूत्वा दीयते इति रूपम् आगच्छति, परन्तु यत्र आशीर्लिङ्गि स्वीकुर्मः एतत्तु सामान्यमस्ति. एर्लिङ्गि इति सूत्रम् आशीर्लिङ्गि कार्यं करोति इति कृत्वा अत्र दा इति आकारस्य एत्वं भूत्वा देयात् प्रथमपुरुषे एकवचने यात् इति प्रत्ययः सिद्धतिं प्रत्ययः अतः दा इत्यस्य दे इति भूत्वा देयात् इति रूपम् आगच्छति. अस्तु मणिमहोदय वदतु महोदय. ददा ग्वदापिति दादा ग्वदापिति सूत्रम् अस्ति खलु तस्मिन् विषये. नमस्कारः महोदय. किं महोदय? दादा ग्वदापिति संज्ञासूत्रमस्ति खलु. दादा द्वा ताप् इत्यनेन दो दा डुदांस् दा देन् देट् दुदान् दान् द इति षट् धातवः गूसंयुक्तधातवः भवन्ति. दान् केवलम् अद्य स्मरणार्थं स्मरणार्थं अस्तु महोदय. अस्तु दातुः षड् दातवः सन्ति तेषाम् अन्तिमरूपं यदि वयं आदेशोपदेशे स्थितिः इति कुर्मः चेत् तेषां सर्वेषां रूपं तु दा नो चेत् धा इति भवति. तर्हि तादृश दा नो चेत् धा इति येषां धातूनां रूपाणि भवन्ति तेषां सर्वेषां तु भूसंज्ञा भवति केवलं धातुद्वयं विहाय. अदापितेन धातुद्वयं गृहीतं. तत्र धातुद्वयं कौ इत्युक्ते किम् इत्युक्ते अत्र दैप् दाप् इति धातुद्वयं वर्तते. तद् धान् यद्यपि तत्रापि दा इति भवति किन्तु अत्र तान् विहाय अन्ये सर्वे दा वा धा वा दातवः ये षड् दातवः सन्ति तेषां सर्वेषां तु भूसंज्ञा भवति. अत्र भूसम्यक् गुमास गापा जगादिशां हलि इत्यनेन ईकारः परन्तु एर्लिङ्ग् इति सूत्रेण अत्र एकारः भवति अतः यात् धातु दा अतः दाकारः दे भवति देयोः यात् देयात् इति रूपं देयात् दयास्तां दयाशुः देयाः दयास्तं दयास्त दयासं दयास्व देयास्म इति रूपाणि भवन्ति. एवमेव दा योः यात् देयात् मा योः यात् मे यात् स्था योः यात् केवलं स्मरणार्थमेव. पुष्प भगिनी अत्र संयोगपूर्व आकारान्तदातूनां विषये अपि किञ्चित् झटिति वदति किम् एकवाक्यमेव. पुष्प भगिनी अस्मि म्यूट् अस्मि. किं वदामि? संयोगपूर्व आकारान्तदातवः सन्ति खलु तेषां किं कार्यम् इति संयोगपूर्व आकारान्तदातवः सन्ति. यत्र संयुक्तवर्णः वर्तते आकारात् पूर्वं संयुक्तवर्णः संयुक्तवर्णः अस्ति श्रा इति तेषां सर्वेषां तादृश आकारान्तदातूनां विकल्पेन एत्वं भवति. आकारो चेत् अन्यस्मिन् पक्षे आकारान्तत्वं तिष्ठति किन्तु विकल्पेन एकारः भवति तेन सूत्रम् अजन्त गुणोर्ति संयोगाद्यौ गुणोर्ति गुणोर्ति भगिनि वान्यस्य संयोगाद्येः इति आदेः इति वा अन्यस्य संयोगादेः इति विहाय अन्ये ये यत्र यत्र यत्र संयोगादि आकारान्तदातवः सन्ति तेषां सर्वेषां तु विकल्पेन एकारान्तत्वं प्राप्नोति वा अन्यस्य संयोगादेः इति सूत्रेण. गुमासा इत्यस्मात् एव त्रीणि सूत्राणि अनुवृत्तिः गुमास्तापा जहासि तां हलि इति एकम् अनन्तरम् एर्लिङ्गि इति तदनन्तरं वान्यस्य संयोगादेः इति भवति. तत्रापि घूम अन्यस्य इत्यनेन घूमासां विहाय सापां जहातिसां विहाय इति अस्तु अस्तु, मया न दृष्टं इदानीं तथैव दृष्टवती खलु। अग्रे अग्रे ईकारान्त ईकारान्तानां तु वयं दृष्टवन्तः गते सप्ताहे, ईकारान्तानाम् उकारान्तानाम् उकारान्तानां वयं दृष्टवन्तः अकृत् सार्वधातुकयोर्दिगः इति सूत्रेण। अत्र तु यथा पूर्वं अस्माभिः दृष्टं किदाशिषि इति नाम कितुम् अस्ति इति गुणवृद्धिनिषेधः अस्ति इति कृत्वा गुणकार्यं किमपि न सम्भवति। केवलम् अत्र किं भवति, यद्यपि इकारान्तः सन्ति, इकारान्तः वा इकारान्तः उकारान्तः उकारान्तः भवतु, अत्र सर्वत्र तु दीर्घ इकारान्तत्वं प्राप्नुवन्ति। यथा वयं यक् प्रत्यये परे दृष्टवन्तः समानकार्यमस्ति अकृत् सार्वधातकयोर्दीर्घः इति। तत्तु अकारः उकारः ऐ मीन् इकारः उकारः दीर्घानि दीर्घं। तर्हि अत्र सूत्रे किम् उक्तमस्ति, अचः अङ्गस्य दीर्घः भवति ई कीदृश ई प्रत्यये परे, ई प्रत्यये परे अकृत् सार्वधातुक कृत् कृदन्तं न भव मा भूत् कृत् प्रत्ययः मा भूत् नो चेत् सार्वधातुकप्रत्ययः अपि मा भूत् इति, अत्र तु आर्धधातुक अस्ति इति कृत्वा ईत्वं भवति कूत्वं भवति। अनन्तरं वयं तु ऋकारान्ताः इति नूतनतया द्रष्टव्यः अस्माभिः। अस्तु पुष्प भगिनी पठति किं भगिनि, ऋकारान्तदातुः रिङ् शैङ् लिङ् शुङ् इत्यनेन ऋङ्क ऋकारान्तधातूनां धात्वन्त ऋकारस्य स्थाने रिङ् आदेशः भवति, शप्रत्ययपरे यक् प्रत्ययपरे लिङ् लकारस्य च यकारादिप्रत्ययपरे, इकारः इत्संज्ञकः यथा कृ योगः यात् रिङ् शैलिङ् शु इत्यनेन कृ योगः रिङ् योगः यात् क्रि योगः यात् क्रियात्, तथैव हृ योगः यात् ह्रियात् भ्रु योगः यात् ब्रियात् सृ योगः यात् स्त्रियात्। रिङ् शैलिङ् शु ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति, शप्रत्यये यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे, अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् ई असार्वधातुके शयलिङ्क्षु असार्वधातुके इत्यनेन सार्वधातुके नास्ति पर नास्ति अत्र तु किम् अस्ति आर्धदातुकप्रत्ययः अस्ति खलु आर्धदातुक आम् अस्तु यस्मिन् विधिः तदा केन सूत्रेण आर्धदातुकं त्वं प्राप्नोति लिङ्गलकार आशीर्लिङ्गलकारः पुगन्तलकपतस्य केन सूत्रेण आर्धदातुकत्वं प्राप्नोति ओ आर्धदातुकत्वं आशीर्लिङ्गे तर्हि अकृत् सार्वधातुक अकृत् सार्वधातुक दीर्घः इत्यस्मात् एव असार्वधातुक इति आगच्छति अनुवृत्तिः। पुनः वयं यक् प्रत्ययपरे कर्मणि भावे यक् प्रत्ययपरे समानकार्यं वयं दृष्टवन्तः खलु, एतदेव कार्यं दृष्टवन्तः, नूतनविषयः नास्ति खलु। अत्र किं क्रियते इति भवति, अत्र क्रियात् इति क्रियात् क्रियातां क्रियात् इति रेफः आगच्छति रेफः आगच्छति ऋकारस्य स्थाने रेफः रिङ् इति आगच्छति तत्तु ई इकारः रेफः अपि अस्ति इकारः अपि अस्ति। समीचीनम् अग्रे सरेम अग्रे अरुणा भगिनी पठति किं भगिनि रुदातु भगिनि यस्मिन् विधि तदादवल्ग्रहणे इत्यनेन यस्मिन् विधिः तदादौ अल् ग्रहणे इति परिभाषया ई नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे ई असार्वधातुके च लिङ् विशेषणं येन विधि तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य रिङ् नित् अतः अलन्तस्य इत्यस्य बाधकसूत्रम् अनेकाश्चित् सर्वस्य तत्प्रबाद्य निच्च इति सूत्रेण आदेशः नित् चेत् तर्हि अनेकाचित् अपि अङ्गस्य अन्तस्य एव स्थाने आदेशः भवति. अत्र सूत्रम् यस्मिन् विधिः तदादौ अल्ग्रहणे सूत्रं परिभाषासूत्रमस्ति. अत्र कुत्र अस्ति भगिनि इत्यस्मिन् इ इति अनुवृत्तिः आगच्छति खलु कीदृशप्रत्ययः यकारादि आसार्वधातुकप्रत्ययः अस्ति खलु यकारादि येन विधि तदन्त्यस्य ऋत अङ्गस्य न केवलं ऋकारस्य इदङ्गस्य एव तु परन्तु रिङ् इति रिङ् नित् अस्ति अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाश्चित् सर्वस्य तत् प्रबाद्य निच्च निच् प्रति अस्ति चेत् अनेकाल अस्ति अपि अङ्गस्य अन्तस्य वर्णस्थाने एव आदेशः भवति. रिङ् इति रेपः अस्ति कारः अस्ति अनेके अल्वर्णाः सन्ति इति कृत्वा सामान्यतया पूर्ण आदेशः भवति स्म इत्युक्ते पूर्णतया आदेशः भवति स्म किन्तु तथा न भवतु इति पूर्ण अङ्गस्य आदेशः नास्ति केवलम् अन्तिमवर्णस्य इति कृत्वा नित् इति सूत्रेण तादृशं भवति नित् अस्ति रिङ्ग् तु नित् अस्ति इति कृत्वा तस्य अस्ति भगिनि. अत्र अस्य द्वौ अपवादौ इति अग्रिसूत्रद्वयं वयं पूर्वं जानीमः येन विधि विशेषणं तदन्तस्यपि भवति स्वस्य अपि भवति इति येन विधिः तदन्तस्य स्वस्य रूपस्य निश्चैत्यनेन नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति निच्च अन्त्यस्य अलः स्थाने इति अग्रे अस्य द्वौ अपवादौ इति सरलवचने अपवादौ सामान्यतया अलोन्तस्य स्थानेन केवलम् अन्तिम अलवर्णस्ति तद्गृहमपि आदेशे तत् स्थानी भवति तस्य विधि यत्र भवति तत्र द्वौ अपवादौ इति खलु अग्रे अस्य द्वौ अपवादौ ऋत् धातोः संयोगादि विकारान्तधातवच्च अत्र यत् वयं सूत्रं दृष्टवन्तः रिङ् यशङ्लिक्षु अस्य अपवादसि एकम् अस्ति रत् यत्र ऋत् धातोः आदौ संयोगः अस्ति कीदृश ऋत् धातुः यस्य आदौ संयोगः अस्ति तत्र रिङ् शलिङ्क्षु बाधितं गुण अति संयोगे आदौ इति सूत्रस्य कार्यं भवति इत्यनेन ऋकारान्तधातौ आदौ संयोगः अस्ति चेत् धातोः गुणादेशो भवति श प्रत्ययपरे यक् प्रत्ययपरे लिङ्लकारस्य यकारादि प्रत्ययपरे परनिमित्तं समानाः सन्ति यथा श प्रत्यय यक् प्रत्यय वा लिङ् लकारस्य यकारादि प्रत्ययपरे किन्तु पूर्वनिमित्तं यत् अस्ति तद् ऋकारात् अङ्गस्य पूर्वं संयोगः भवेत् इति अपेक्षितम्. उदाहरणम् अस्ति सिम्र योगयात् तत्र सिम्र इति विकारान्तधातुः अस्ति तस्य आदौ मकार सकार इति संयोगः अस्ति अतः तस्य गुणः भवति गुण सिम्र अर् आगच्छति तस्य ऋकारस्य स्थाने सो सिम्रयात् इति भवति तथैव धिव्रयात् योग भवति धिव्रयात् हृयात् इति भवति हृव्रयात् शिव्र भवति स्वर्यात् इति ऋतधातु अपि तथा ऋत् योगयात् इति तस्मिन् अर् इति भवति सो अद्यात् इति भवति ऋद्धातु इति अस्मिन् सूत्रं पठामि वा भगिनि? आं भगिनि, कृपया. अस्तु, गुणोत्तिसंयोगाद्यो ऋत् धातोः संयोगादिविकारान्तधातौ च अङ्गस्य गुणो भवति यकि परे यकारादिलिङि आर्धधातुक प्रत्यये परे च. अर्ति इत्यनेन ऋत् धातोः धातुर्निर्देशि ऋतः इत्यस्य विशेषणं संयोगादि, यतोहि ऋत् धातोः आदौ संयोगः न सम्भवति. अतिश्च संयोगादिश्च तयोर् इत्यनेतरद्वन्द्व. अतिसंयोगादि तयोः अतिसंयोगाद्यौ. असर्वधातुके असार्वधातुके इत्यनेन आर्धधातुके तदन्तविधि, अलोच्यस्य तदा तदादिविधि इति त्रयः प्रवर्तन्ते. संयोगादिसंयोग आदियस्य सह बहुव्रीहि गुणप्रथमान्तम्. अतिसंयोगाद्यो षष्ठ्यन्तं द्विपदमिदं सूत्रं. रीङ्त् इत्यस्मात् ऋतः इत्यस्य अनुवृत्ति. अपि च सार्वधातुकयोः दीर्घः इत्यस्मात् असार्वधातुके इत्यस्य अनुवृत्ति. रिङ् शङ्लिक्षु इत्यस्मात् यङ् यक् लङो इत्यस्य अनुवृत्ति. श इति न आनीयते यतोहि तुदादौ संयोगादि ऋदन्तधातुः नास्ति एव. अयं ङिति इत्यस्य यि इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम्. अर्तिसंयोगाद्यो ऋतः अङ्गस्य गुण यकि यि लिङि असार्वधातुके. इदं सूत्रं भाषा अस्ति. ऋदधातोः संयोगादौ यदि संयोग अस्ति ऋकारान्तधातो आदि ऋतधातो अपि उक्तमस्ति. ऋतधातो यतो हि ऋतधातो आदौ संयोगः नास्ति अतः अर्ति इति यत् सूत्रे लिखितमस्ति. अर्ति इति किष्ट वार्तिक अस्ति. किष्टिपो चित्तुपो धातुको धातु निर्देश यत् सूत्रे भवति तिप् इति अनेन सुतरित् योग तिप् इति यत् धातोः तिप् इति अर्ति इति उक्तमस्ति. तत्र प्रथम पुरुषे एकवचनम् अर्ति इति दत्तमस्ति इष्टपो धातु निर्देशे. अनेन अतः अर्ति स्वीकर्तव्यं. ऋत् धातोः अपि अन्ये ऋदन्तधातो यस्य आदौ संयोगः अस्ति इति धातूनां कृते गुणः भवति यदि यकि यथा अस्माकं लिङि अस्ति प्रत्यय अपि भावकर्मणो अपि अस्ति तेषां परे. असार्वधातुके यत् आर्धधातुकः अस्ति सो लिङि आशीलिङ्गि यत् प्रत्यय अस्ति यकार आदौ अस्ति अपि आर्धधातुक संज्ञा अस्ति लिङ्गाशीषणे सूत्रेण. अत्र सर्वे निमित्तानि सन्ति अत्र. अतः धातुप्रसक्ति भवति लिङ्गाशीषे क्षम्यतां धातुप्रसक्ति अस्ति यत्र ऋत् अस्ति अपि संयोगाद् दन्तधातुः अस्ति गुणः भवति. आं भगिनि, तर्हि लिङ्गशैलिङ्गु इति बाधितं भवति. लिङ्गशैलिङ्गु बाधितमस्ति अकृतसार्वधातुकमस्ति. लिङ्गशैलिङ्गु इति ऋकारान्तानाम् अनन्तरं तस्य पुनः अपवादः अस्ति गुणो यत्र संयोगादि ऋकारान्तधातुः अस्ति चेत् गुणोर्ति संयोगाद्युः इति तस्य अपवादः अस्ति. अपवादः अस्ति आम्. दीर्घः इति दीर्घत्वं प्राप्नोति केवलं ऋकारान्तः. सामान्यऋकारान्तानां रिङ् शेङ्लिषु इति रिङ् इति आदेशः भवति. अनन्तरं यत्र संयोगादि ऋकारान्तः चेत् गुणोर्ति संयोगाद्युः इत्यनेन यदि ऋ इति धातोः अनन्तरं संयोगादि ऋकारान्तधातूनाम् अपि गुणः भवति इति. तदनन्तरं जागृतस्य पुनः अपवादः अस्ति जागृति खलु. अपवादः नास्ति खलु, जागृधातोः विशिष्टधातुः अस्ति इति एव अस्ति, तावदेव ऋकारान्तधातुः अस्ति. तदपि ऋकारान्तधातुः रिङ्ग् रिङ्ग् शेङ्ग्लुष् इत्यनेन कार्यं भवति स्म, किन्तु तद् प्रभात्य रिङ्ग् शेङ्ग्लुष् इत्येव प्रभात्य अग्रे जागृतो विच्छिन्नलनित्थु इत्यनेन का गुणकार्यं भवति खलु. एकम् आसीत् गुणोर्ति संयोगादि ऋकारान्तधातूनाम्, अनन्तरं जागृतधातुः. भगिनी एव वदति किं, भगिनी पठति किं भगिनी? एकः प्रश्नः, क्षम्यतां, तत्र सरला भगिन्या उक्तं पूर्वनिमित्तम् अपि अस्ति परनिमित्तम् अपि अस्ति, पूर्वनिमित्तं कुत्र अस्ति अत्र? अत्र गुण अर्ति संयोग इति षष्टि अस्ति खलु, तत् स्थानं किल, तद् स्थाने अस्ति, संयोगादि अङ्गम् अस्ति इति अस्ति खलु, तर्हि अङ्गस्य यत्र संयोगः अस्ति तस्मात् पूर्वं यत्र संयुक्तवक्षरम् अस्ति इति एव अस्ति खलु, तदपि स्थानमेव किल, विशेषणरूपेण आगच्छति. विशेषणरूपेण अस्ति आगच्छति, पूर्वनिमित्तं नास्ति किल, परनिमित्तमेव. अस्तु, समीचीनं, धन्यवादः. अस्माकम् अवगमनार्थं तत्र मानचित्रं भवतु इति कृत्वा भगिनी उक्तवती इति मन्ये. पञ्चमी अहं मात्र पञ्चमी अस्ति वा इति अन्वेषणं कृतवती, तत्र नास्ति. तदेव पूर्वनिमित्तम् अस्ति, अस्तु, नास्ति खलु भगिनि, अत्र तु पञ्चमी पञ्चमी भवति, वदामः. धन्यवादः. तर्हि तत्र जागृधातुः इति द्वितीयः अपवादः अस्ति अत्र. अत्र सामान्यसूत्रम् आसीत् यत्र ऋकारान्तधातूनां लिङ्गादेशः भवति इति. प्रथमम् इदानीं वयं दृष्टवन्तः अत्र गुणस्य विषये, यत्र प्रथमः आदिमवर्णः संयोगः भवति चेत् तत्र तादृश ऋकारान्तधातुः यत्र आदौ संयोगः भवति तत्र तत्र किं भवति, गुणः भवति इति. अपि च इदानीं जागृ इति धातुः अपि ऋकारान्तधातुरेव, तर्हि सामान्यतया अस्माकं ऋङ्गादेशः इति चिन्तयामः, परन्तु तत् प्रभाद्य अत्र जागृधातोः विशिष्टसूत्रमस्ति, जागरो विचिन्नल् निप्सु इति पूर्वमपि दृष्टवन्तः. अत्र अनेन अत्र निप्सु इति उक्तमस्ति, अपि च अविचिन्नल् निप्सु. तर्हि यत्र बि नास्ति, अपि च चिण् नास्ति, नल् नास्ति, अपि च नित् अपि नास्ति, तादृशप्रसङ्गे, अस्माकं प्रसङ्गः तु इदानीं किदाशिषि इति कित्वम् अस्ति, अतः तत्र अस्य सूत्रस्य प्रसक्तिः भवति. अतः किदाशिषि इति कारणेन कित् प्रत्ययः परे अस्ति, कित् कित्वम् आरोपितमस्ति अत्र इति कृत्वा अत्रापि गुणः एव भवति इति पूर्वं पठितमेव अत्र इदं सूत्रं. तर्हि जागृ इति पदेन यदि वयं प्रथमपुरुषे एकवचने यात् इति योजयामः, तत्र ऋकारस्य अर् इति भूत्वा उरण्ड्रपरः अपि भूत्वा तत्र जागर् इति भवति, तर्हि जागर्यात् इति रूपम् आगच्छति. वाक्यं वदति किं भगिनि, चिन्तयामि भगिनि, जागर्यात् अत्र जागृधातोः अर्थः एकवारं स्मारयति वा? उत्तिष्ठति इति, निद्रातः उत्तिष्ठति, तादृशमेव भवति किल, आवेग इति एव भवति किल. तर्हि वयं जगति स्थितविषयेभ्यः जागर्यास्म. पुनः समीचीनं वा? जगति जगति स्थितविषयेभ्यः इत्युक्ते विषयं प्रति न गच्छामः, तत्र जागरूकतया भवेम इति कृत्वा तत्र जागर्याम इति उत्तमपुरुष बहुवचने योजितं. समीचीनं वा? अहं तु जगति स्थितविषयेभ्यः इति किम्, इत्युक्ते अस्माकं इन्द्रियाणि विषयेभ्यः न गन्तव्यं किल विषयं प्रति तर्हि मोहमुग्ध न भवाम न भवेम इति चिन्त्वा तत्र जागर्या स्म समीचीनं जगतः विषयेभ्यः इति नागच्छति किं जगति न जगति स्थित इति योजितवती जगतः तदपि समीचीनमेव किल भगिनि भगिनि शिवरात्रिदिने पूर्णरात्रौ जागर्यासु इति तत्रापि अवेचित्यर्थे भवति सौण्ड्स् फिसिकलि अण्ड् हियर् इट् सौण्ड्स् लिटिल् बिट् इन् डिफरेण्ट् सेन्स् धन्यवादः भगिनि अग्रे अत्र रामप्रिया भगिनी अग्रे स्पिरिचुअलि न भगिनि स्पिरिचुअलि ऋकारान्तदातवः इति रामप्रिया भगिनी आम् भगिनि ऋकारान्तदातवः अनोष्ट्यपूर्व ऋकारान्तदातवः यस्य धातोः अन्तिमवर्णः दीर्घऋकारः अपि च तस्मात् प्राक् यः वर्णः सः ओष्ट्यपूर्णः वर्णो नास्ति नाम पवर्गीयाः अथवा वकारो नास्ति स च धातुः अनोष्ठ्यपूर्व ऋकारान्तधातुः यथा कृ झृ घृ कृ श्व इत्यादयः धातवः एतादृशानां धातूनां कार्यम् एवं भवति तृ योगः यात् ऋत ऋतयुद्धातोः इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व इकारादेशः अस्तु ऋकारस्य स्थाने आम् ती योगः यात् उरण्परः इत्यनेन ऋकारस्य स्थाने अण्णात् अण् आदिष्टः चेत् सः अण् सधारपरः तिर्योगयात् हली च इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो हलिपरे थीर्यात् इति रूपम् आगच्छति अस्तु अनोष्ठ्यपूर्व ऋकारान्तधातवः इति अग्रिममस्ति तत्र यस्य धातोः अन्तिमवर्णः अनोष्ट्यपूर्वः इत्युक्ते यस्य यः धातुः पवर्गः पवर्गीयाः वकारः नास्ति तत्र अनोष्ट्यपूर्व ऋकारान्तधातुः इति वदामः तत्र किं भवति इत्युक्ते प्रथमं ऋत इद्धातोः इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व ईकारादेशः अनन्तरं तत्तु सदारपरः अण् यद्विधीयते तत् सदारपरः भवति अनन्तरं हलीच इत्यनेन रेपान्तधातूनाम् उपधायां स्थितस्य ईकारस्य दीर्घः हलीपरे यकारः इति हल्वर्णः अतः तीर्यात् इति रूपम् ऋत इद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति कितिङिति प्रत्यये परे एव इति बोध्यं न नो चेत् गुणः भवति अनुवृत्तिसहित पूर्णतया पठनीयं वा भगिनि कित्ङित् भिन्नप्रत्ययः परः चेत् परश्चेत् गुणे सति ईकारादेशस्य प्रसक्तिः न भवति येन विदित् तदन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन ऋदन्तस्य इत्यस्य अपि ग्रहणम् अलोन्त्यस्य इत्यस्य सहायेन पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः अङ्गस्य इत्यस्य अधिकारः प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तते आम् ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् यद्यपि तत्र निमित्तम् इति किमपि न उक्तं तदापि वयम् अङ्गस्य इत्यस्य अधिकारे अस्ति इति कृत्वा तत्र अवगन्तुं शक्नुमः एतत् अङ्गकार्यमस्ति ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति इति यदा यद्यपि तत्र कितिङ् इति वा किमपि न उक्तं तदापि अवगन्तुं शक्नुमः कितिङ् इति प्रत्यये परे एव किमर्थम् इत्युक्ते तद् नास्ति चेत् गुणः भवति अन्ये प्रत्ययाः सन्ति चेत् गुणः भवति वाक्यम् उदाहरणम् अग्रेपि पठित्वा उरन् रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः. अस्माकम् उरन् रपरः इति सूत्रं ऋकारस्य स्थाने यदा अण् आदेशः तत् सदा रपरः इति. हली च रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलीपरे. रोः धातोः उपधायाः इकः दीर्घः हलि. हलि इति सप्तम्यन्तं यदा हल् परः अस्ति चेत् तत्र रेफान्तवकारान्तधातूनाम् उपधायां स्थितस्य इक् वर्णस्य दीर्घः भवति इति सूत्रं वदति. अस्तु, तीर्यात् इति किल भगिनि, तीर्य तरति एव किल अस्माकं लट् रूपं तृ धातुः. तीर्यात् अहं क्षम्यतां, तीर्यात् संसारसागरं तीर्यात् किं वयम् इत्युक्ते किं भगिने? अहम् इत्यस्मिन् तीर्या वयं तीर्यातं वयं तीर्यास्म. अत्र मम प्रश्नः अस्ति, अत्र महोदयेन उपधारकारः तस्मिन् विषये किमपि न उक्तं खलु अस्मिन् करपत्रे? यत्र अजन्तदातवः अनन्तरं हलन्तदातवः उपधा नास्ति, इकार एव उपधा नास्ति. तदेव भगिनि वदामि, यत्र उपधारकारः भवति तत्र तु पुनः अस्य सूत्रस्य अग्रे सूत्रमस्ति उपधायाश्च इति सूत्रमस्ति. अनेनपि ऋकारस्य इकारादेशः भवति. किन्तु महोदयेन अत्र किं करपत्रे किमर्थं तस्मिन् विषये न उक्तम् इति चिन्तयामि. हलन्तदातुः तस्मिन् तस्मिन् परिच्छेदे नास्ति. किं भगिनि? तादृशधातु न भवति. न न नास्ति भगिनि, कृत् इति धातुः अस्ति. यत्र उपधायः ऋकारः अस्ति भगिनि, धातुः पुनः वदतु क्षम्यतां. तृत् इति तृत् इव ओ तीर्थयति तीर्थयति इति टु बिकम् फेमस् इति कृत् इति. ओ प्रायः तत्र निश्चागमः आगच्छति. न न अत्र तु अभावे अपि रूपं सुधादिगणयधातुः पुगन्तलघुपदशनेन भवति. चुरादिगणयधातुः अस्ति तदर्थमेव. अस्तु अस्तु क्षम्यतां, चुरादिगण्यधातुः अस्ति इति कृत्वा महोदय अग्रे चुरादिगण्यधातूनां विषये प्रायः तस्मिन् गृहीतवान् इति मन्ये. तत्रापि अस्ति वा इति न जाने तस्मिन् परिच्छेदे. अस्मिन् विषये न उक्तवान् किन्तु सामान्यसूत्रमस्ति इति कृत्वा प्रायः तस्मिन् तत्रैव सङ्गच्छति इति मन्ये. अस्तु अग्रे सर्वं क्षम्यताम्. अत्र यद् यथा अस्ति हृदयद्धातोः तथा एव उपधायाश इति सूत्रमस्ति. अनेन यत्र उपधायां ऋकारः अस्ति चेदपि तादृशम् ईत्वम् इकारः इता आदेशः भवति. पुनः तत्रापि उरन्ध्रपरः इत्यनेन उरन्ध्रपरः अनन्तरम् उपधायां च इति अस्ति. तत्र दीर्घत्वं भवति, अनेन दीर्घत्वं भवति. यथा हली च इत्यनेन दीर्घत्वम् अत्र, तत्र तु उपधायां च इत्यनेन दीर्घत्वं भवति. अस्तु अग्रे सरेम. तर्हि अत्रापि यथा वयं यक् प्रत्ययपरे दृष्टवन्तः समानकार्याणि सन्ति अत्रापि खलु, किमपि भेदः नास्ति. जीर्यते गीर्यते गीर्यते इति वयं तत्र दृष्टवन्तः. अत्र तु केवलं प्रत्ययः भिन्नम् अस्ति इत्येव, भिन्नप्रत्ययाः इत्येव सन्ति. अनन्तरम् ओष्ठ्यपूर्वस्य ऋकारान्तदातवः इति सन्ति खलु. हेमा भगिनी पठितवती किं भगिनि? जागृदातो विषये अमणि महोदय पठति किं महोदय? ओष्ठ्यपूर्वऋकारान्तदातवः इति. ओष्ठपूर्वस्य ओष्ठपूर्वऋकारान्तदातवः यस्य धातोः अन्तिमवर्णः दीर्घऋकारः अपि च तस्मात् प्राप्यः वर्णः सः ओष्ठवर्णः नाम पवर्गीयः अथवा वकारः स च सः च धातुः ओष्ठपूर्वऋकारान्तदातुः यदा पृ पृ वृ इत्यादयः धातवः एतादृशानां धातूनां कार्यमेव भवति पृ योः यात् उदोष्ठपूर्वस्य इत्यनेन ओष्ठपूर्वऋकारान्तस्य ऋकारस्य ह्रस्वकारः आदेशः अतः पू योः यात् उरण्ड्रपरः इत्यनेन ऋकारान्त स्थाने ऋकारस्य स्थाने अन् आदिष्टः चेत् सः अन् सदारपरः पू पुर् यात् हलिच इत्यनेन रेपानन्त धातूनां उपदयः स्थितः इक्वर्णः दीर्घ हलिपरे पूर् योः यात् उदोष्ठपूर्वस्य ओष्ठपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वकारः भवति निवृत्तिसहितसूत्रम् ओष्ठपूर्वस्य ऋतः अङ्गस्य उत् पूर्वं पठितवन्तः अनोष्ठपूर्वस्य इत्यनेन अत्र ऋत इत्धातोः इत्यनेन इकारः आदेशः परन्तु ओष्ठपूर्ववर्णः यदा भवति पूर्वम् ऋकारस्य पूर्वम् अत्र स उकारः उदोष्ठपूर्वस्य इति सूत्रेण रस उकारः भवति ऋकारस्य अतः पवर्कीयः पावधातुः पू इति आदेशः अनन्तरं यदा अन् वर्णः उकारः अस्ति अतः उरण्ड्रप्रवृत्तिनेन एपः आदेशः सर्वदा अतः पुर् योः यात् कुर्यात् अनन्तरं यकारः अल् वर्णः अतः उभधायाम् इक्वर्णः उकारः अतः दीर्घः आदेशः उकारस्य पू इति रूपं भवति पूर्यात् इति रूपं भवति महोदय तदेव वकारः स्थाने इति ऊर्यात् इति भवति सूत्रं पठितवान् किं महोदय पठितवान् ओष्ठपूर्वस्य ऋकारान्तस्य ऋकारस्य ह्रस्वकारः भवति अनुवृत्तिसहितसूत्रम् ओष्ठपूर्वस्य ऋतः अङ्गस्य उत् अत्र केवलम् एकः एव भेदः यत्र ओष्ठपूर्वः अस्ति चेत् सामान्य तु ऋकारान्तदातोः इत् भवति इकारः भवति अत्र तु ओष्ठपूर्वस्य अस्ति चेत् पावद्गः नो चेत् वकारः अस्ति चेत् पूर्वम् ऋकारात् पूर्वं तर्हि तत्र उकारः भवति उकारः अपि ओष्ठवर्णः अस्ति इति कृत्वा उकारः भवति इकारं विहाय उकारं वर्जयित्वा उकारं भवति समीचीनं धन्यवादः इति सामान्य अजन्तदातूनां आशीलिङ्गि पाठः समाप्तः इति अग्रे तु हलन्तदातवः इति वर्तते अस्तु पुष्पभगिनी पठति किं भगिनि समापयतु भगिनि हलन्तदातवः इति भगिनि क्षम्यतां म्यूट् मध्ये परस्मैपदे आशीर्लिङ्ग् किदाशिषि इत्यनेन क्षम्यतां क्षम्यतां जस्ट् अपियर्स् ऐ डोंट् नो किदाशिषि एकनिमिष एकनिमिष भगिनि न न अवगतं तद् जस्ट् डिसपियर्ड् फ्रोम् द लिस्टिङ्ग् व्यू हा अस्तु किराशिषि इत्यनेन कित्वं भवति कित्वात् कितिनिति च इत्यनेन गुणनिषेधः गुणनिषेधं विहाय अन्यत् किमपि कार्यं नास्ति यथा पट् योगः यात् पठ्यात् लिख् योगः यात् लिख्यात् निन्द्योगः यात् निन्द्यात् धात्वादेशः यत्र प्रसक्तः तत्र सदा स्मर्तव्यः कर्तव्यः च सर्वेषु आर्तदातुकप्रतिषु परेषु एते धात्वादेशः अवश्यं भवन्ति अस् योगः यत् यात् अस् योगः यात् अस्तेर्भू अस्तेर्भूः इत्यनेन भूयात् चक्ष् योगः यात् चक्षिङ्गः ख्यात् ख्याय् इत्यनेन ख्यायात् अज् योगः यात् अजेर्व्यगयपोः अजेर्व्यघ ज्ञपोः वियात् अज् अज् तु वियात् अजति हन् धातोः आशीर्लिङ्गप्रत्ययपदे वद् आदेशः हन् योगः यात् हनो वद् लिङ्गि वध्यात् लिङ्गि एव परन्तु अज् तु सर्वे अस्ति न अस्सपि भू अस्तेर्भू सर्वे हन् एव परे कार्यं भवति हन् नास्ति हन् हन् तु लिङ्गि लिङ्गि एव लिङ्गि अनन्तरम् अग्रे सूत्रमस्ति लुङ्गि अपि तादृशकार्यं भवति लुङ्गि लुङ्गि हन्वदलिङ्गि इत्यनेन केवलम् आर्द्रदातुकलिङ्गि इति स्मर्तम् इत्युक्ते आशीर्लिङ्गि पिदिर्लिङ्गि तु कार्यं तथा नास्ति अस्तु इति सामान्य हलन्तधातूनां परस्मैपदे आशीर्लिङ्गि पाठः समाप्तः धन्यवादः सम्प्रसारण अरुण भगिनी पठति सम्प्रसारणे धातवः किदाशिषि इत्यनेन आशीर्लकार आशीर्लिङ्गकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययः कितः अतः वचिष्वपि यजादीनां किति ग्रहीज्या वये व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां निति च इति सूत्राभ्यां सम्प्रसारणं भवति आहत्य द्वाभ्यां सूत्रभ्यां नवदशानां धातूनां सम्प्रसारणं प्रथमे सूत्रे एकादशधातवः उक्ताः द्वितीये च नवधातवः उक्ताः परन्तु वेङ् धातुः वै धातुः च वस्तुतः एक एव समानः अतः मिलित्वा नवदश न तु विंशतिधातवः अतः सम्प्रसारणविषये किदाशिषि इत्येन आशीर्लिङ्गकार परस्वपदेषु सर्वे तिङ्प्रत्यय कित् कित् अस्ति चेत् सम्प्रसारणं भवति केन सूत्रेण द्वे सूत्रे अस्ति प्रथमं वचि स्वपि यजादीनां किति तर् ग्रहीज्या वयि व्यधि वष्टि विचति उच्छति पृच्छति भृजादीनां किमिति च प्रथमसूत्रं किति एव द्वितीयसूत्रे निति इति निमित्तं सूत्रभ्यां किति अपि अस्ति वा ओके प्रथमं किति एव किति प्रथमसूत्रं किति एव द्वितीयसूत्रे किति निति च ओके धन्यवादः भगिनि आहत्य तत्र प्रथमसूत्रे एकादशधातवः उक्ताः द्वितीयसूत्रे नवधातवः ततः पूर्णतया विंशति धातवः अस्ति अत्र वयः वेङ् धातुः वै धातुः च वस्तुतः एक एव ततः विंशतिधातवः एव सम्प्रसारणं भवति भगिनी अत्र वे अपि च वै वस्तुतः एक एव समानः इत्युक्ते किं भगिनि तत्र धातुद्वयं वर्तते तत्र वै इति उक्तं वै धातुः भिन्नगणे अस्ति अपि च वे धातु भिन्नगणे अस्ति न वै इति तु अत्र तु किम् अस्ति इक्षिप धातुनिर्देश इति इक् निर्देशः खलु सूत्रे वदति वा वै इति सूत्रे वै इति ग्रहीजा वै इति वै इति अस्ति खलु अस्तु तदनन्तरं वे इति वे इति पूर्वतने सूत्रे अस्ति खलु वचिस्वपि यजादीनाम् इति यजादि प्रत्यये यजादीनां तत्र तु वे इति आगच्छति धातुः अधुना दत् अग्रे दत्तं महोदय वेङ् धातु वचिष्ठपि जजादिनाम् इति अत्र अत्र उक्तं, परन्तु किमर्थं तत्र एक एव समानः इति उक्तम् इति न अवगतम्? अत्र अत्र तु नव एकादशधातु यजादिधातुम् अपि अवलम्ब्य आहत्य एकादशधातवः सन्ति खलु वचिष्वपि यजादीनां इत्यस्मिन्. अनन्तरं गृहीजा वयि इत्यस्मिन् पुनः वयि इति दर्शितमस्ति वेङ् धातुः. ओ वचिष्वपि मध्ये वेङ् धातुः अस्ति, यजादीनाम् इत्यस्मिन् अन्तर्गतः अस्ति. तत्र गृहीजा वयि इत्यस्मिन् पुनः वेयि धातुः वयि इति दत्तमस्ति खलु, तत्र वेयि एव वयि इति निर्दिष्टं वा? आम् सत्यं भगिनि. तर्हि तत्र वेङो वयि इति दत्तमस्ति. तत्र इक्ष्टिपौ वा कथं वयि इति निर्दिष्टं? तत्र वेयि आम् स्टिप् निर्देशः अस्ति, स्टिप् निर्देशः अस्ति वा? अत्र तत्र वेङ्यो वयि इति सूत्रमपि अस्ति. वेङ् धातूनां सामान्यतया वयि इति आदेशः भवति. यतोहि तत्र वयि अपि इति एकः धातुः अस्ति किल, तदर्थं तत्र किञ्चित् क्लेशः अभवत्. अपि अस्ति वयि अपि अस्ति अत्र. अत्र तु सम्प्रसारणकार्यम् इति दत्तमस्ति, किन्तु वे इति एजन्तदातुः अस्ति खलु, तर्हि तेषां तु एकारस्य स्थाने अयादेशः भवति वा, तदनन्तरम् इक्ष्टिपौ भवति वा? किं भगिनि? वे इत्यत्र यकारस्य लोपः भूत्वा इदानीम् एजन्तदातुः इति स्वीकृत्य तत्र प्रथमम् एकारस्य अयादेशः कृत्वा यान्तवान्तदा सन्धि इति कृत्वा तदनन्तरम् इक्ष्टिपौ आगच्छति वा न वा इति तदेव चिन्तयामः वयम्. अग्रे किन्तु आवल्यां वैदवेङ् धातुः नास्ति महोदयस्य गृहपाठमिति महोदयेन दत्तम्. अस्तु पश्यामः भगिनि. अपि च वे धातु भिन्न अर्थः अस्ति अत्र अष्टाध्यायी डाट् मध्ये, टु वीव् टु सू टु कम्पोस् टु निट् इति. परन्तु यत्र वै इति स्थापयामः तत्तु तत्र एतत्तु भादिगणे अस्ति, परन्तु वै तु तत्र तदपि भादिगणे एव, परन्तु अर्थः तु गच्छति इत्येव अर्थः जायते टु गो इति. किन्तु वै धातुः नास्ति भगिनि अत्र तु तावदेव वयति इति भवति खलु वै धातुः, वे धातुः तदेव. अस्तु अग्रे कार्यं अरुणा भगिनी पठन्ती आसीत् खलु, पठति वा भगिनि? ओ एवं, कः पठि पठन् पठितवान्? अस्तु भगिनि समापितवती वा भगिनि? सम्प्रसारणम् इति सर्वम् उक्तवती किं भगिनि, गृहीजा वै इति सर्वं न भगिनि इति समापितवती. सरला भगिनि वचिस्वपि यजादिनां इति तेषां धातूनां सम्प्रसारणं भवति किति प्रत्यय परे यदादि येषां ते यजादय वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्व वचि स्वपि यजादय तेषां वचि स्वपि यजादीनां वचिस्वपि यजादीनां षष्ट्यन्तं किति सप्तन्त्यं द्विपदं सूत्रं श्यं सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्यानुवृष्टि अनुवृत्तिसहितसूत्रं वचि स्वपि यजादीनां सम्प्रसारणम् इति. एतत् सूत्रे उल्लिखिता ये धातवः सन्ति वच् स्वप् यज् वप् वस् एतेषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे, केवलं किति अत्र स्वीकर्तव्यं. गृही ज्या वै व्यधि वष्टि विचति विश्चति पृच्छति वृज्जितानां निति च ग्रह ज्या वय व्यद् व्यच् व्रश्च तेषां सम्प्रसारणं भवति इति ङिति प्रत्ययपरे इतरेतरद्वन्द्वषष्टि विभक्तौ ग्रही ज्या वै व्यति वष्टि विचति विच्छति पच्छति वृज्जिता वृज्जसीनां षष्ट्यन्तम् इति सप्तम्यं सप्तम् अन्त्यं च अव्ययं त्रिपदम् इदं सूत्रं वच् स्वपि यचादीनां किति किति चेत् अनुवृत्ति ष्यं सम्प्रसारणं पुत्र पत्पत्योस्तत्पुरुषे सम्प्रसारणम् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं ग्रहि ज्या वै व्यति वष्टि विचति विच्छति पृच्छति वृचति वृचति न इति च सम्प्रसारणम् अस्मिन् सूत्रे धातव लिखिताः सन्ति ग्रह ज्या वय व्यति वर्ष व्यति पृष्ट पृच्छ्रश्च तेषां सम्प्रसारणं भवति इति ङिति प्रत्ययपरे ग्रहि ज्या वै अस्मिन् सूत्रे किति ङिति परे भवेत् वचस्वपि जातनिमा तत्र केवलं किति परे भवेत् सम्प्रसारणं भवति अग्रे पठामि वा अन्य अहमेव इत्य सम्प्रसारणं पर्यायस्थाने ऐक्पत्यहारे स्थितवर्ण आदिष्ट तस्य सम्प्रसारणं संज्ञा भवति इत्यप्रथमान्तं यणशिष्यासं सम्प्रसारणं प्रथमान्तं द्विपदम् त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यण एक सम्प्रसारणं सम्प्रसारणं किम् अस्ति अत्र इको यणस्ति तस्य विपरीतं कार्यं भवति यत्र यथा यकारस्थाने इकार आगच्छति वकारस्थाने उकार आगच्छति विकारस्थाने आगच्छति इति सो यण सम्प्रसारणम् इति यणस्थाने एक आदिष्ट भवति इति अस्ति सम्प्रसारणम् आदिष्टमुदा सम्प्रसारणं भवति अस्तु भगिनि अग्रे अभ्यासं कुर्मः अत्र रामप्रिया भगिनी द्वे सूत्रं भगिनी सम्प्रसारणं च केवलं वयं पूर्णं पठितवन्तः सम्प्रसारणं च पूर्वपरे एकपूर्वसहितायां यदि स्वरं द्वयम् अस्ति अचि पूर्वपरिवसने एकपूर्व तिष्ठति न सम्प्रसारणे सम्प्रसारणं च अनेन द्वौ द्वै वर्णः सम्प्रसारणं यदि भवितुं शक्नोति चेत् केवलं द्वितीयवर्णस्य सम्प्रसारणं भवति न तु प्रथमं वर्णं अस्तु भगिनि धन्यवादः भगिनि तत्र आम् अभ्यासः सम्प्रसारणी धातुषु हलन्तदातवः ग्रह योगः यात् गृ योगः तत्र गकारः रेपः हकारः यात् इति अस्ति ग्रहीज्या वै इत्यनेन एव सम्प्रसारणं भवति रेपस्य स्थाने ऋकारादेशः गृह्यात् इति रूपं ब्रश्च योगः यात् तत्रापि ग्रहीजा इत्यनेन एव सम्प्रसारणं वकारः रेपः षकारः चकारः अस्ति तत्र वकारस्य सम्प्रसारणे सम्प्रसारणम् इति कृत्वा तस्य पूर्ववर्णस्य सम्प्रसारणं न भवति परवर्णस्य एव पुनः तत्रापि ऋकारादेशः वृश्च्यात् इति रूपं रूपं साधु वा भगिनि महोदय अत्र वृच्छ वृच्छ वृजादीनाम् इति सूत्रं यकारादिप्रत्ययः परः अस्ति खलु महोदय यकारादिप्रत्ययपरे किमपि सन्धिकार्यं न भवति अन्यत् हलीस इति चेत् पदान्ते वा हलि वा कार्यं भवति अत्र तु यकारादिप्रत्ययपरे किमपि चिन्ता एव नास्ति तदर्थमेव अस्माकं सारदातुकी एक् इति वयं यत् पठितवन्तः, अनन्तरम् अत्रापि आशलिङ्ग् त्रियासुटागमः भवति, उभयत्र चिन्तनं तावद् चिन्तनं न भवति एव अस्माकं. धन्यवादः महोदय. क्षम्यतां हिमभगिनी वदति किं भगिनि अग्रिमरूपद्वयम्. भगिनी वयं वाक्यमपि रचयामः वाक्यानि. अस्तु भगिनी वदतु तर्हि वाक्यं वदतु गृह्यात् इति अस्मिन्. ओ अहमेव, क्षम्यतां सरला भगिनी उक्तवती तस्याः एव इति कृत्वा. गृह्यात् गृह्यात् इत्यत्र किम् आशीर्वादार्थे? अस्तु अहं वदामि वा. मङ्गलं गृह्यात् इति वक्तुं शक्यते वा? मङ्गलं गृह्यात्. सर्वे उत्तमगुणान् गुणान् गृह्यासुः. पापान् गृह्यात् पुण्यान् दद्यात्. पापान् मा गृह्यात् इति माता उपदिशति. तादृशम् अस्ति आशीर्वादार्थे अहं चिन्तितवती. अत्र तु तादृशं न भवति. टेक् अवे मै सिन्स् अण्ड् ब्लेस् मी वित्, तादृशम् अहं चिन्तितवती. भवत्याः एव साधु. ब्रश्यतिस्तु वृष्यात् इति भवति खलु? तत्र कः अर्थः ब्रश्य? छेदने इति. ओ छेदने इति अस्ति तत्र पुनः वदतु भगिनि, तत्र पुनः वदतु वाक्यं. भवतः जीवने जीवने दुःखं दृश्यात् इति. यानि आप्राप्तुं शक्तानि तानि अपि ग्राह्यतु. मङ्गलं दुःखं दृश्यात् इति भवति खलु? टु टेक् अवे कट् इति मीन् मङ्गलं दुःखं दृश्यात् इति. यदि मङ्गल कटवेद दुःखम् इति भवति खलु, नो चेत् किमस्ति दुःखमेव इति कट् इति न भवति खलु. तर्हि मङ्गलम् अस्माकं जीवने मङ्गलं सर्वान् दुःख किमस्ति दुःखान् दृश्यात् इति. इदानीं प्रच्छिति अस्ति धातुः, अत्र ग्रहीव्या जावे तस्मिन् सूत्रे ग्रहि इति उल्लिखितधातुः अस्ति इति कृत्वा अत्र सप्रसारणकार्यं भवति ग्रहीव्या वै सूत्रेण. अतः रेफस्य इदानीं ऋकारः जायते, परन्तु रेफात् परः स्थितः अकारः तत्र न तिष्ठति सम्प्रसारणात् च इति कारणेन तत्र पूर्वप्रयोः एकः पूर्वादेशः एव भवति इति कृत्वा गृ एव भवति. अतः गृह् योगः यात् इति स्थितिः, ततः गृह् नास्ति क्षम्यतां पृच्छ् योगः यात् पृच्छ्यात् इत्येव भवति. तर्हि तत्र गृहीज्या वै इति एकं सूत्रं, तदनन्तरं सम्प्रसारणाच्च इति द्वितीयं सूत्रं, तत्र पृच्छ्यात् इति रूपम् आगच्छति. परन्तु ब्रश् इति वाक्यं पृच्छ्यात् वा कठिना प्रश्न बहुदयं पृच्छ्यात् पृच्छ्यात् कठिना प्रश्नः महोदयं पृच्छ्यात् पुनः वदतु भगिनि. कठिना प्रश्नः महोदयं पृच्छ्यात् कठिनान् प्रश्नान् इति भवति खलु कृत्या भवान् कठिनान् प्रश्नान् वयं पृच्छामि त्वम् आगच्छति तत्र साधु त्वं वा भवान् भवान् अस्तु यदि वयं पृच्छामः त्वम् इत्युक्ते पृच्छ्याः न न कथम् आशीर्वादात् आगच्छति केवलं न केवलम् आशीर्वाद अपि यत् वयं अन्विच्छम् इच्छामः तदपि अस्ति प्रथम लिमो लटो I wish we ask in that sense, Kila. Parikshayam, tadrisham. Astu. Brajyati. Prapta, akapta, ishtayartasya, prapta mitcha. Satapya, satyam, ashirvada. Vakyani vayam agri parima. Brajyati. Brajyati dhatu kinchi tatra kari masti kila bhaini. Brajyati tatra. Prathamana prasaranam kurma. तर्हि तत्र ब्रश्च इति उल्लिखितधातुः अस्ति इति कृत्वा रेफस्य ऋकारः वर्तते तदनन्तरं सम्प्रसारणाच्च इति पूर्वरूपादेशः भवति तर्हि इदानीं स्थितिः भृ इति अस्ति तदनन्तरं सकारचकारयोर्मध्ये तत्र संयोगः वर्तते किल तर्हि तत्र सकारस्य लोपः भवति केन सूत्रेण तत्र तत्र बहूनि सूत्राणि मनसि अस्ति जलं नास्ति खलु ऋकारः अस्ति खलु अत्र बृ इस् इति अस्ति जलम् अस्ति सकारस्य जष्त्वं भूत्वा किं भवति हा अत्र श्रुत्वस्य कार्यमस्ति जष्त्वस्य कार्यमस्ति तदनन्तरं लोपस्य कार्यमस्ति तर्हि सूत्रसङ्ख्या लोपस्य कार्यं किमपि नास्ति भगिनि लोपस्य कार्यं नास्ति संयोगः नास्ति वा तत्र जलिपरे पदान्ते हलिपरे एव जलिपरे एव तादृशं जलि अपि नास्ति पूर्वम् यथा उक्तवती यकारपरे किमपि सन्धिकार्यं न भवति भगिनि यकारं निमित्तिकं सन्धिकार्यं किमपि नास्ति केवलं सकारस्य प्रथमं षकारः अनन्तरं षकारस्य जकारः भवति परन्तु सामान्यतया भगिनी अस्माकं तु सत्यं रूपं स्मरामि परन्तु जष्ट्वसन्धिः प्रथमं करणीयं तदनन्तरं श्रुत्वं परन्तु अत्र तु श्रुत्वं कृत्वा वयं किमर्थं न न जष्ट्वं तु द्वितीयपादे अस्ति श्रुत्वं तु चतुर्थपादे अस्ति अष्टमाध्याये सर्वथा वयं जष्ट्वमेव प्रथमं कुर्मः परन्तु अत्र अधोभागे महोदयेन दत्तं सम्प्रसारणं जष्ट्वं प्रथमं करोमिश्चेत् दशं कथं भवेत् भवति खलु सन्धिकार्ये पठितवन्तः तत्र तु क्रमेण पठितवन्तः खलु प्रथमं श्रुत्वं तदनन्तरमेव जलाञ्जषष्टि इति पठितवन्तः तत्र तु सत्यं परन्तु अत्र श्रुत्वमेव आगच्छति जष्ट्वस्य प्रसक्तिः नास्ति इति तर्हि श्रुत्वं भवति चेत् सकारस्य षकारः भवति तालवे षकारः भवति तदनन्तरं जष्ट्वं भवति षकारस्य जकारः भवति शकारस्य जकारः तु जलां जष्टोन्ते इति भवति किल न न न सत्यं जलां जष्टषि मध्ये अस्ति जलां जष्टषि कारणेन शकारस्य जकारः भूत्वा बृज्यात् इति रूपम् आगच्छति अग्रे धन्यवादः समयः नास्ति अधुना निमिषद्वयमेव वयम् एतदपि वर्गे न कृतवन्तः भगिनि किं भगिनि एतत् वर्गे न कृतमिति मन्ये ओ प्रायः सरला भगिनी अहमपि न गतवती कृतवन्तः तर्हि वदतु वे अत्र वै वेङ् इति धातुः अस्ति खलु, वै धातुः इति वेङ् इति धातुः, तस्य किं भवति इति कृपया वदन्तु. अत्र नास्ति किल उल्लिखिते? न न, वचस्वपि यजादीनाम् इत्यस्मित्यनेन किं भवति, तत्र यकारस्य न भवति. सम्प्रसारणं भवति वचि स्वपि यजिकारण इति सूत्रेण साधु यच् वचति तत्र वचि स्वपि यजिदानाम् अनेन भवति साधु वै अस्तु किमपि व्यच् अस्ति व्यच् न पृच्छति, अत्र आवल्या नास्ति भगिनी, मे इति धातुः वयसि वेङ् धातुः अस्ति खलु, तस्मिन् विषये पृच्छामि. तर्हि वे इति वचिष्वपि इत्यत्र भवति खलु, उ प्लस् ए भवति. किमर्थम् उ भवति भगिनि, इ भवति किल? वकारस्य उकारस्य उकारः सत्यं, क्षम्यताम्. पूर्वरूपादेशः तर्हि उयाहति वा? मम चिन्तनम् एवमस्ति, तर्हि वेय् अस्ति इति कृत्वा अन्ते तु एकः एव वर्णः अस्ति इति कृत्वा अस्माभिः आदेशोपदेशेषु इति साक्षात् करणीयः खलु इति भवति किम्? आदेशोपदेशेषु इत्येन वायात् इति भवति खलु, वा भवति वायात् इति. कार्यं न भवति इति चिन्तनीयं वा इति, तत्र वायात् अकृत् सार्वधातुकयोः इत्यनेन, अकृत् सार्वधातुकयोः इति तद् भूत्वा वायात् इति रूपम् आगच्छति. आदेशे उपदेशे शिति इत्यनेन वायोगः था टिप् क्षम्यतां, या सूट् सर्वम् आगत्य तत्र अकृत् सार्वधातुकयोः इत्यनेन इत्युक्ते दीर्घस्य दीर्घः एव तिष्ठति इति वा? प्रथमं वे इति तत्र एत्वम् आदेश उपदेशिषिति कृत्वा आत्वं विधीयते, तर्हि वे इत्यस्य वा आगच्छति, तर्हि वा योगः यात् इति समापयितुं न शक्नुमः वा? तत्र अकृत् सार्वदात्तयो प्रसक्तिः अस्ति इति कृत्वा तत्र वा योगः यात् मम प्रश्नः अत्र, तर्हि वचस्वपि एतादीनां किति इत्यस्य कार्यमेव न भवति किम्? प्रसारणधातुः अस्ति परन्तु केवलम् आदेश्योपदेशिषिति इति सूत्रसङ्ख्यां पश्यतु, तत्र किम् अस्ति अपि च एतत्तु वेय् तन्तुसन्ताने इत्येव धातुः किल, तर्हि धातुः कः अर्थः भिन्नः अस्ति चेत् सूत्रमपि भिन्नं भवति इति चेत् वायात् एव रूपं. किमर्थं भिन्नधातु तद् प्रायः भिन्नधातुः अस्ति भगिनि, तदेव कारणं भवति. केवलम् एक एव वेञ्जदातुः अस्ति, वेञ्जदातुद्वयं न वर्तते, एकमेव वेञ्जदातुः अस्ति. सामान्य आकारान्त दातव यजादीनां किम् इति विशिष्टसूत्रमस्ति खलु सम्प्रसारणकार्यं, तद्दातु न सम्भवति किम् इति मम प्रश्नः. प्रायः धातु भिन्नम् इति धातु भिन्नम् एव समानम्, एकमेव धातुः अस्ति भगिनि, वेङ् इति धातुः. चिन्तयित्वा आगच्छामः महोदयमपि पृच्छामः. उत्तवान् वेयुतः इति रूपम् आगच्छति तत्र इति लिखितमस्ति. प्रायः तद् धातुः किम् अस्ति इति द्रष्टव्यं. किं रूपं? वेयुतः उतवान् इति. उतवान् इत्युक्ते तत्र सम्प्रसारणं भूत्वा एव उतवान् इति आगच्छति किल. तत्र तद् प्रायः धातुः कः इति तस्य मूलरूपं द्रष्टव्यम्. न अवगच्छामि भगिनि, वेञ् इति धातोः विषये वा अस्माकं प्रश्नः अस्ति भगिनि. तदेव वदति इत्युक्ते वे धातोः तवतु रूपं भवति ऊतवान् इति. तदर्थं सा उक्तवती, परन्तु वे धातुतः ऊतवान् इति रूपम् आगच्छति इति. तर्हि तत्र सम्प्रसारणम् अभवत्. तर्हि अत्रापि भवति चेत् उयात् इति रूपम् आगच्छति वा? आम् आम्, तदेव प्रश्नः. तादृशं वे इति भिन्नभिन्न कति धातवः सन्ति इति अन्वेषणीयम्. एकः एव अस्ति भगिनि, परन्तु कथं तत्र सम्प्रसारणं भवति अत्र न भवति इति प्रश्नः अस्ति किल. एकमेव लिट्लकारे अपि तथा एव तत्रापि समानं सम्प्रसारणं भवति. तत्र रूपं किम् आगच्छति? अत्र विकल्पेन सम्प्रसारणं भवति. तत्र उवाय त्रिदित्वं उवे ऊये ऊये भवति. उवाय इति किमपि रूपम् अस्ति. अस्तु महोदय, आत्मस्य कारणं न भवति अपि सम्प्रसारणं भवति. तर्हि कस्य बल सूत्रस्य बलम् इति बलम् अधिकम् इति. आम् धन्यवादः. धन्यवादः भगिनी, शुभरात्रि सर्वेभ्यः.